अथ इति अर्थान्तरप्रस्तावनार्थः। य इमे गृहस्थाः ग्रामे, ग्राम इति गृहस्थानाम् असाधारणं विशेषणम् अरण्यवासिभ्यो व्यावृत्त्यर्थम्। यथा वानप्रस्थपरिव्राजकानाम् अरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत्। इष्टापूर्ते, इष्टम् अग्निहोत्रादि वैदिकं कर्म, पूर्तं वापी कूपतडाग आरामादिकरणं, दत्तं बहिर्वेदि यथाशक्ति अर्हेभ्यो द्रव्यसमीभागो दत्तम् इति एवंविधं परिचरणपरित्राणादि उपासते इति शब्दस्य प्रकारदर्शनार्थत्व। ते दर्शनवर्जितत्वात् धूमं धूमाभिमानिनीं देवताम् अभिसम्भवन्ते प्रतिपद्यन्ते। तया अतिवाहिता धूमाद्रात्रिं रात्रिदेवतां, रात्रेः अपरपक्षदेवताम्, एवमेव कृष्णपक्षाभिमानिनीम् अपरपक्षात् यान् षण्मासान् दक्षिणां दिशम् एति सविता, तान् मासान् दक्षिणायन षण्मासाभिमानिनीः देवताः प्रतिपद्यन्ते इत्यर्थः। साङ्घचारिण्यो हि षण्मासदेवता इति मासान् इति बहुवचनप्रयोगः तासु। नैते कर्मिणः प्रकृताः संवत्सरं संवत्सराभिमानिनीं देवताम् अपि प्राप्नुवन्ति। कुतः पुनः संवत्सरप्राप्तिप्रसङ्गः यतः प्रतिषिध्यते? अस्ति हि प्रसङ्गः। संवत्सरस्य हि एकस्य अवयवभूते दक्षिणोत्तरायणे तत्र अर्चितमार्गप्रवृत्तानाम् उदगयनमासेभ्यो अवयविनः संवत्सरस्य प्राप्तिः उक्तः। अतः इहापि तदवयवभूतानां दक्षिणायनमासानां प्राप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववतो प्राप्तिः आपन्ना इति, अतः तत्प्राप्तिः प्रतिषिध्यते, नैते संवत्सरम् अभिप्राप्नुवन्ति इति। मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशाच्चन्द्रमतं ये शतोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ते। मासेभ्यः पितृलोकं पितृलोकात् आकाशम् आकाशाच्चन्द्रमतं, कोऽसौ यस्तैः प्राप्यते चन्द्रमाः? य एष दृश्यते अन्तरिक्षे सोमो राजा ब्राह्मणान् तदन्नं देवान्, तं चन्द्रमसम् अन्नं देवाः इन्द्रादयो भक्षयन्ति। अतः ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैः भक्ष्यन्ते। ननु अनुत्साहे इष्टादिकरणं यदि अन्नभूता देवैः भक्षेरन्, नैष दोषः अन्नमिति उपकरणमात्रस्य विवक्षितत्व, न हि ते कबलोत्क्षेपेण देवैः भक्ष्यन्ते, किं तर्हि उपकरणमात्रं देवानां भवन्ति ते। स्त्रीपशुवृत्त्यादिवत् दृष्टश्च अन्नशब्द उपकरणेषु स्त्रियो अन्नं पशवो अन्नं विशुवान्नं राज्ञाम् इत्यादि, न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वे अपि उपभोगो नास्ति। तस्मात् कर्मिणो देवानाम् उपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति, शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डले आप्यम् आरभ्यते। तदुक्तं पुरस्त श्रद्धाशब्दापो द्युलोकाग्नहुतः सोमो राजा सम्भवती इति। ता आपः कर्मसमवायिन्यः इतरैश्च भूतैः अनुगताः द्युलोकं प्राप्य चन्द्रत्वम् आपन्नाः शरीरादि आरम्भिक इष्टादि उपासकानां भवन्ति। अन्त्यायां च शरीराहतो अग्नहुतायाम् अग्निना दह्यमाने शरीरे तदुत्थ आपो धूमेन सह ऊर्ध्वं यजमानम् आवेश्य चन्द्रमण्डलं प्राप्य कुरुषमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति। तदारब्धेन च शरीरेण इष्टादिफलम् उपमुञ्जान आसते। तस्मिन् यावत् सम्पातुं उषित्वा अथ एतमेव अध्वानं पुनः निवर्तन्ते, यथा इतम् आकाशम् आकाशाद्वायुं वायुर्भूत्वा धूमो भवति, धूमो भूत्वा अभ्रं भवति। यावत् तदुपभोगनिमित्तस्य कर्मणः क्षयः, सम्पतन्ति येन इति सम्पातः कर्मणः क्षयः, यावत् सम्पातं यावत् कर्मणः क्षयः इत्यर्थः। तावत् तस्मिश्चन्द्रमण्डले उषित्वा अथ अनन्तरम् एतमेव वक्ष्यमाणम् अध्वानं मार्गं पुनः निवर्तन्ते. पुनर्निवर्तन्ते इति प्रयोगात् पूर्वमपि असकृच्चन्द्रमण्डलं गताः निवृत्ताश्च आसन् इति एकमिति. तस्मादिह लोके इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति, तत्क्षये च आवर्तन्ते, क्षणमात्रमपि तत्र स्थातुं न लभ्यते. स्थितिनिमित्तकर्मक्षय स्नेहक्षयादिवप्रदीपस्य तत्र किं येन कर्मणा चन्द्रमण्डलम् आरूढः तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेषः इति. किं ततः यदि सर्वस्यैव क्षयः कर्मणः चन्द्रमण्डलस्तस्यैव मोक्षं प्राप्नोति. तिष्ठतु तावत् तत्रैव, मोक्षस्याद् न वा इति. ततः आगतस्य शरीर उपभोगादि न सम्भवति. ततःशेषेण इत्यादि स्मृतिविरोधश्च स्यात्. ननु इष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीर उपभोगनिमित्तानि कर्माणि अनेकानि सम्भवन्ति, न च तेषां चन्द्रमण्डले उपभोगः. अथवा वक्षीणानि तानि यन्निमित्तं चन्द्रमण्डलम् आरूढः, तान्येव क्षीणानि इति अविरोधः. शेषशब्दश्च सर्वेषां कर्मत्वसामान्यात् अविरुद्धः, अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः. विरुद्ध अनेकयोन्युपभोगफलानां च कर्मणाम् एकैकस्य जन्तोः आरम्भकत्वसम्भवात्, न च एकस्मिन् जन्मनि सर्वकर्मणां क्षयः उपद्यते. ब्रह्महत्यादेश्च एकैकस्य कर्मणः अनेकजन्मारम्भकत्वस्मरणात्, स्थावरादिप्राप्तानां च अत्यन्तमूढानाम् उत्कर्षहेतोः कर्मणः आरम्भकत्वसम्भवात्, गर्भभूतानां च श्रंसमानानां कर्म असम्भवे संसारानुत्पत्तिः. तस्मात् न एकस्मिन् जन्मनि सर्वेषां कर्मणाम् उपभोगः. यत्तु कैश्चित् उच्यते सर्वकर्माश्रय उपमर्देण प्रायेण कर्मणां जन्मारम्भकत्वं, तत्र कानिचित् कर्माणि अनारम्भकत्वेनैव तिष्ठन्ति, कानिचित् जन्म आरभन्ते इति न उपपद्यते. मरणस्य सर्वकर्म अभिव्यञ्जकत्व स्वगोचर अभिव्यञ्जकप्रदीपवतु इति. तदसत् सर्वस्य सर्वात्मकत्व अभ्युपगमत् न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्त अवरुद्धत्वात् सर्वात्मना उपमर्दः कस्यचित् क्वचिदभिव्यक्तिर्व सर्वात्मना उत्पद्यते, तदा कर्मणामपि साश्रयाणं भवेत्. यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्मापि संस्कृताः, विरुद्ध अनेकवासनाः मर्कटत्वप्रापकेन कर्मणा मर्कटजन्म आरभमाणेन न उपमृद्यन्ते. तथा कर्मणि अपि अन्यजन्मप्राप्तिनिमित्तानि न उपमृद्यन्ते इति युक्तम्. यदि सर्वाः पूर्वजन्मानुभववासनाः उपमृद्यन् मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मनि आरब्धे, मर्कटस्य जातमात्रस्य मातुः शाखायाः शाकान्तरगमने मातुः उदरसंलग्नत्वादिकौशलं न प्राप्नोति, इह जन्मनि अनभ्यस्तत्वात्. न च अतीतानन्तरजन्मनि मर्कटत्वमेव आसीत् तस्येति शक्यं वक्तुं, तं विद्याकर्मणि समन्वारभेते पूर्वप्रज्ञा च इति श्रुतेः. तस्मात् वासनावतो न अशेषकर्मोपमर्दः इति शेषकर्मसम्भवः. यतः एवं तस्माच्छेषेण उपभुक्तात् कर्मणः संसारः उपपद्यते इति न कश्चित् विरोधः. कोऽसौ अध्वयं प्रति निवर्तन्ते इति उच्यते, यथा इतं यथा गतं निवर्तन्ते. ननु मासेभ्यः पितृलोकं पितृलोकादाकाशम् आकाशचन्द्रमसमिति गमनक्रमः उक्तः, न तथा निवृत्तिः. किं तर्हि आकाशाद् वायुमित्यादि कथं यथा इतम् इति उच्यते? नैष दोषः, आकाशप्राप्तेः तुल्यत्वात् पृथ्वीप्राप्तेश्च, न च अत्र यथा इतमेव इति नियमः. अनेवं विधमपि निवर्तन्ते, पुनः निवर्तन्ते इति तु नियमः. अतः उपलक्षणार्थमेत यत् यथा इतम् इति. अतो भौतिकम् आकाशं तावत् प्रतिपद्यते. याः तेषां चन्द्रमण्डले शरीरारम्भिक आप आसन् ताः तेषां तत्र उपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते। घृतसंस्थानमिव अग्निसंयोगे ताः विलीनाः अन्तरिक्षस्थाः आकाशभूता इव सूक्ष्माः भवन्ति। ताः अन्तरिक्षाद् वायुर्भवन्ति। वायुप्रतिष्ठा वायुभूता इतश्च अन्तश्च उह्यमानाः ताभिः सह क्षीणकर्म वायुभूतो भवति। वायुर्भूत्वा ताभिः सहैव धूमः भवति। धूमो भूत्वा अभ्रम् अभ्रणमात्ररूपो भवति। अभ्रं भूत्वा मेघो भवति। मेघो भूत्वा प्रवक्षति तीह्यव ओषधि वनस्पतयः तिलमाशा इति जायन्ते। अतो वैखलं दुर्निष्प्रापातरं यो यो हि अन्नमत्ति यो रेतस्सिञ्चति तद्भूयेव भवति। अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति। मेघो भूत्वा उन्नतेषु प्रदेशेषु अतः प्रवक्षति। वर्षधारारूपेण शेषकर्म पतति इत्यर्थः। ते यः व्रीह्येव ओषधिवनस्पतयः तिलमाशा इत्ययं प्रकारः जायते। क्षीणकर्मणाम् अनेकत्वात् बहुवचननिर्देशः। मेघादिषु पूर्वेषु एकरूपत्वात् एकवचननिर्देशः। यस्मात् गिरितट दुर्ग नदी समुद्र अरण्य मरुदेशादिसन्निवेशसहस्राणि वर्षधाराभिः पतितानाम् अतः तस्माधेतोः वैखलो दुर्निष्प्रपतरम् दुर्निष्क्रमणं दुर्निस्सरणम्। यतो गिरितटात् उदकस्रोतसा उह्यमाना नदीः प्राप्नुवन्ति ततः समुद्रं ततो मकरादिभिः भक्ष्यन्ते तेऽपि अन्येन। तत्रैव च सह मकरेण समुद्रविलीनाः समुद्र अम्भोभिः जलधरैः आकृष्टः पुनः वर्षधाराभिः मरुदेशे शिलातटैव अगम्ये प्रतितः तिष्ठन्ति। कदाचित् व्यालमृगादिपीताः भक्षिताश्च अन्यैः तेऽपि अन्यैः तीयं प्रकारः परिवर्तेत। कदाचित् अभक्ष्येषु स्थावरेषु जाताः तत्रैव शुष्येत। भक्ष्येष्वपि स्थावरेषु जातानां रेतस्सिग्देहसम्बन्धो दुर्लभ एव बहुत्वा तु स्थावराणाम् इत्यतः दुर्निष्क्रमणत्वम् अथवा अतः अस्मात् व्रीह्येवादिभावात् दुर्निष्प्रपतरं दुर्निर्गमतरं दुर्निष्प्रपतरमिति तकार एको लुप्तो द्रष्टव्यः। व्रीह्यवादिभावो दुर्निष्प्रपतः तस्मादपि दुर्निष्प्रपता तु रेतस्निग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः। यस्मात् ऊर्ध्वरेतोभिः बालैः पुंस्त्वरहितैः स्थविरैर्व भक्षित अन्तराले क्षीर्यन्ते अनेकत्वा तु अन्नादान। कदाचित् काकतालीयवृत्त्य रेतसिग्भिः भक्ष्यन्ते यदा तदा रेतसिग्भावं गतानां कर्मणो वृत्तिलभः। कथं यो यो हि अन्नमत्ति अनुषैभिः संशिष्टं रेतस्य यश्च रेतः सिञ्चति ऋतुकाले योषिति तद्भूय एव तदाकृतिरेव भवति। तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भाशये अन्तःप्रविष्टो अनुषयी रेतसो रेतस्सिग्गाकृतिभावितत्व सर्वेभ्यो अङ्गेभ्यः तेजस्सम्भूतम् इति हि श्रुत्यन्तर। अतो रेतस्सिगाकृतिरेव भवति इत्यर्थः। तथा हि पुरुषात् पुरुषो जायते गोः गवाकृतिरेव न जात्यन्तराकृतिः तस्माद्युक्तं तद्भूय एव भवति इति।